नमस्कारः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः तु अनदन्ताङ्गानां कृते सिद्धतिङ्प्रत्ययः इति विषयः आरब्धः आसीत्। तत्र अस्माभिः दृष्टमासीत् यत् लट् लकारे अदन्ताङ्गम् अनदन्ताङ्गम् अनयोः भेदः नास्ति, सामान्यतया भेदः नास्ति। तीतः अन्ति सीतः त मि वहमः इति एव प्रत्ययाः सन्ति। केवलं जुहोत्यादिगणे अथवा यत्र अभ्यससंज्ञा भवति, अदादिगणे अपि केचन धातवः सन्ति येषाम् अभ्यससंज्ञा भवति, अभ्यससंज्ञा अस्ति चेत् तदानीं तत्र अदप्यस्तात् इत्यनेन अत्तिति आदेशः भवति। बहुवचनप्रत्ययस्य झकारस्य अत्तादेशः भवति, अतः सिद्धप्रत्ययः अति इति भवति। तीतः अति, अन्यत्र सर्वत्र अन्ति, केवलं जुहोत्यादिगणे अथवा यत्र अभ्यससंज्ञा अस्ति तत्र अति इति प्रत्ययः भवति। तावानेव भेदः, अन्यत्र सर्वत्र समानं वर्तते। अनन्तरं लोट् लकारे वयं पश्यामः चेत् केवलम् एकस्मिन् स्थले भेदः, तत्तु मध्यमपुरुषे एकवचने अदन्तमङ्गम् अस्ति चेत् शून्यं भवति, अनदन्ताङ्गम् अस्ति चेत् तत्र हि इति प्रत्ययः तिष्ठति। अदन्तमङ्गम् अस्ति चेत् हि प्रत्ययस्य लुक् भवति अतो हे हे इत्यनेन, अनदन्तं चेत् तत्र हि इति प्रत्ययः तिष्ठति इति तावानेव भेदः। अतः तु तात् ताम् अन्तु हि तात् तं त आनि अव आम इति प्रत्ययः। अनन्तरं लङ्लकारे पश्यामः चेत् कोऽपि भेदः नास्ति, अदन्तं वा अनदन्तं वा उभयत्र समानमेव। केवलं यत्र अभ्यस्तसंज्ञकाङ्गम् अस्ति तत्र बहुवचनान्त प्रथमपुरुषे बहुवचनान्तप्रत्ययः यः अस्ति तत्र अन् इत्यस्य स्थाने उहु इति प्रत्ययः भवति। सिजभ्यस्य विधिभ्यश्च इति सूत्रेण उहु इति प्रत्ययः भवति इति तावानेव भेदः, अन्यत्र सर्वत्र समानमस्ति। अतः त ताम् अन् स तं सकारः तं त अं व म इति प्रत्ययः। आदौ तकारः, प्रथमपुरुषे तकारः, मध्यमपुरुषे सकारः। केवलम् अभ्यससंज्ञकाङ्गम् अस्ति चेत् तत्र प्रथमपुरुषे बहुवचने जेहे जुस् उस् इति आदेशः भवति, अतः उहु इति अवशिष्यते। इदानीं विधिलिङ्लकारे सर्वत्र भेदः वर्तते, सर्वेषां प्रत्ययानां भिन्न आदेशाः भवन्ति इति कृत्वा अत्र सर्वत्र भेदः वर्तते। तत्र भेदः कः इति इदानीं वयं पश्यामः। परस्मैपदस्य विधिलिङ्लकारः सर्वत्र भिन्नः एव इति ततः आरभ्य एकवारं पठामः। कः पठति तत्र? अस्तु, शोभगिनी आरब्धुमिच्छति वा? आं भगिनि, क्षम्यतां, तत्र कुतः आरभ्य भगिनि? तत्र 4.4 चतुर्थः बिन्दुः, परस्मैपदस्य विधिलिङ्लकारस्य सर्वत्र भिन्नः एव ततः। अस्तु, एकक्षणम्। फोर् इति वा भगिनी, अन्यः कोऽपि पठेत् इदानीम्? अनन्तरं यासुट् परस्मैपदेषु उदात्तो निच्छ इति न पश्यति वा? यासुट् परस्मैपदेषु उदात्तो निच्छ सर्च् करोतु, यासुट् इति। यासुट् प्राप्तं वा? एकक्षणं भगिनि। हा, अस्तु, तर्हि तत्र सूत्रमस्ति, यासुट् परस्मैपदेषु उदात्तो निच्छ। तस्मात् किञ्चित् पूर्वमेव चतुर्थः बिन्दुः अस्ति खलु, परस्मैपदस्य विधिलिङ्गकार। अस्तु, धन्यवादः भगिनि। परस्मैपदस्य विधिलिङ्गकारः सर्वत्र भिन्नः एव। पूर्वमुक्तं यत् विधिलिङ्गि यासुट् आगमः भवति प्रत्ययात् प्राक् यासुट् परस्मैपदेषु दात्तो निच्च इत्यनेन तत्र अनुबन्धलोपे सति यास् इति शिष्यते। यदि अङ्गम् अदन्तं तर्हि तस्य यास् सुडागमस्य स्थाने इ इति आदेशः भवति। अतो येयः इत्यनेन यासः स्थाने इ आदेशः, यथा पठ् योगः आ योगः था यास् योगः ता तकारः तेन पठ् योगः आ, इदानीं यास् इत्यस्य इ इति आदेशः भूत्वा इ पठ् योगः आयोगः इ योगः त, पठा इति अङ्गं भवति, पठा इति अङ्गं योगः इत् इति सिद्ध तिङ्प्रत्ययः पठेत् इति भवति। अनदन्तेषु अस्तु तावत्। परस्मैपदस्य विधिलिङ्गलकारे सर्वत्र भिन्नरूपाणि एव, इत्युक्ते तत्र पूर्वं केषाञ्चन प्रत्ययानामेव रूपाणि परिवर्तिताः, रूपाणि परिवर्तितानि भवन्ति इति दृष्टवन्तः। विधिलिङ्गलकारे सर्वत्र रूपाणि परिवर्तितानि भवन्ति, अपि च पूर्वम् उक्तमासीत् विधिलिङ्गि यासुट् आगमः भवति प्रत्ययात् प्राक् भवति, अपि च यासुट् परस्मैपदेषु उदात्तः निच्च इत्यनेन। तत्र यासुट् इत्यस्य टकारस्य इत्संज्ञा भवति, लोपः भवति तस्य लोपः इत्यनेन, उकारः उच्चारणार्थं यास् इति अवशिष्यते। इदानीं तत्र अदन्तम् अङ्गम् अस्ति चेत् तत्र यासुट् इति आगमस्य इ इति आदेशः भवति, यास् इत्यस्य इ, तदनन्तरम् अतो येयः इत्यनेन यासः स्थाने इ, अस्तु अतो येयः इत्यनेन यासः स्थाने अयम् आदेशः भवति, अपि च तत्र उदाहरणार्थं पट् इति धातुं स्वीकृत्य पट् योगः शपः आ इति तिष्ठति, तदनन्तरं यास् इति प्रत्ययः योगः तत्र तिङ्गः त इति, तत्र यासः इ इति आदेशः भूत्वा पट् योगः आयोगः इ योगः त, तदनन्तरं पठा इति अङ्गं योगः, तत्र अन्यानि कार्याणि भवन्ति, यतोहि तत्र पठयोगः इति तिष्ठति अन्ते, तेन तत्र अकार इकारयोः गुणः भूत्वा पठेत् इति भवति, तत्र गुणसन्धिः भूत्वा एकारः भवति, अतः पठेत् इति भवति। तत्र इ इत्यस्य इकारः किं भवत् इत् यकारस्य लोपः भवति वा भगिनि तत्र इ इत्यस्य? लोपो व्योर्वलि इत्यनेन, अस्तु अस्तु, लोपो व्योर्वलि इत्यनेन यकारस्य लोपः पट् योगः आयोगः इ योगः त, अतः तेन पठायोगः इत् तस्मात् पठेत् इति रूपं भवति। अग्रे पठनीयं वा भगिनि? अग्रे सूत्रं पठतु। इदानीं तत्र अनदन्तेषु इ आदेशः न भवति, यथा चिनुयोगः यास् योगः त, चिनुयात् इति, यासुट् परस्मैपदेषु धातो णिच्च इति सूत्रं, लिङ्लकारस्य परस्मैपदिप्रत्ययानां यासुट् आगमो भवति, स च आगमो निद्वत् इति सूत्रम् अतिदेशसूत्रं च, लिङ्गः सीयुट् इत्युक्ते सामान्यसूत्रं किन्तु अनेन आत्मनेपदानाम् एव कृते इत्यस्य अपवादः, आद्यन्तौ टकितौ इत्यनेन यासुट् प्रत्ययात् प्राक् यासुट् प्रत्ययात् प्राक् आयाति, यासुट् प्रथमान्तं परस्मैपदेषु सप्तम्यन्तम्, उदात्तः प्रथमान्तं नित् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रं, लिङ्गः सीयुट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं परस्मैपदनां लिङ्गः लस्य उदात्तः यासुट् निच्छ इति। इदानीं तत्र यासुट् परस्मैपदेषु धातो णिच्छ इति सूत्रे यत् पूर्वं दृष्टं तस्य तस् किं तत्र तस्य कृते अयम् इदं सूत्रं लिङ् लकारस्य परस्मैपदीप्रत्ययानां यासुट् आगमः भवति अपि च स च आगमः निद्वद् भवति तत्र यतोहि लिङ् लिङ् इति तत्र अन्ते णकारः तस्य इत् भवति इति कृत्वा अणिद्वद् भवति इदं सूत्रं विधिसूत्रमपि अस्ति अतिदेशसूत्रम् अपि अस्ति यतोहि तत्र णिद्वत् भवति इति कृत्वा अपि च लिङ्गः सियुट् इति तत्र हा तत्र सामान्यसूत्रं किन्तु अनेन आत्मनेपदानाम् एव कृते इत्यस्य अपवादः लिङ्गः सियुट् इत्यस्य अपवादः यासुट् परस्मैपदेषु धातो निच्च इति सूत्रं तत्र नो चेत् तत्र सियुट् इति आदेशः भवेत् अतः अपवादरूपेण यासुट् इति आदेशस्य कृते निर्मितं सूत्रमस्ति आद्यन्तौ टकितौ इत्यनेन तत्र यासुट् प्रत्यय तत्र यासुट् इति टकारः अन्ते अस्ति इति कृत्वा आद्यन्तौ टकितौ इत्यनेन प्रत्ययात् पूर्वमेव भवति तदनन्तरम् अनुवृत्तयः लिङ्गः सियुट् इत्यनेन लिङ्गः इत्यस्य लस्य इत्यस्य इति स्वीकृतं लस्य इत्यस्य अधिकारः अतः परस्मैपदानां लिङ्गः लस्य उदात्तः यासुट् नित् च तत्र उदात्तः इति अपि अस्ति अनुवृत्त्यां परस्मैपदेषु इति भवेत् खलु परस्मैपदेषु लिङ्गः लस्य एवम् अस्तु आम् परस्मै इत्युक्ते अनुवृत्तिसूत्रसहितम् अनुवृत्तिसहितसूत्रम् इत्यत्र तत्र परस्मैपदानाम् इत्यस्य स्थाने परस्मैपदेषु इति वा भगिनि आमां तत्र सूत्रे परस्मैपदेषु इत्येव अस्ति खलु आमाम् अस्तु किन्तु तत्र अनुवृत्तिसहितसूत्रम् इत्यत्र षष्ठ्यां दत्तम् इति तत्र प्रायः टङ्कनदोषः अस्ति परस्मैपदेषु लिङ्गः लस्य उदात्तः यासुट् निच्च अत्र परस्मैपदानाम् इति वदामः चेत् दोषः नास्ति परन्तु सूत्रे परस्मैपदेषु इति उक्तं खलु आमाम् अस्तु हा तर्हि परस्मैपदेषु लिङ्गः लस्य उदात्तः यासुट् हा परस्मैपदानाम् इति वदामः चेत् इत्युक्ते तत्र कुत्रचित् सप्तमी अपि भवति षष्ठी अपि भवति इति कृत्वा अर्थः भिन्नः भवति वा तत्र भगिनि परस्मैपदानां लिङ्गः लस्य उदात्तः इति वदामः चेत् परस्मैपदानां प्रत्ययानां यासुट् आगमः इत्युक्ते यदा वयं यासुट् आगमः इति वयं वदामः खलु तत्र आगमः इति वयं वदामः चेत् कस्य आगमः इति प्रश्नः भवति तर्हि तत्र कस्य आगमः इति वयं वदामः चेत् तत्र परस्मैपदानां प्रत्ययानाम् आगमः यासुट् आगमः इति अवबोधः जायते परन्तु सूत्रे तु परस्मैपदेषु इत्येव उक्तमस्ति तर्हि तत्र सप्तमीविभक्तेः षष्टिरूपेण परिवर्तनम् अस्ति वा नो चेत् अतः सूत्रे तु परस्मैपदेषु इत्येव उक्तमस्ति तर्हि परस्मैपदविषयस्य इति वक्तव्यं परस्मैपदविषयस्य लिङ्गः यासुटागमः भवति तत्र विषयसप्तमीरूपेण उक्तमस्ति तत्र सिद्धान्तकौमुदिकः तु परस्मैपदानां यासुटागमः इति उक्तं तत्र वस्तुतः सूत्रे तु षष्टीरूपेण नास्ति खलु सप्तमीरूपेण एव अस्ति इति कृत्वा परस्मैपदविषयस्य लिङ्गः यासुडागमः भवति इति वक्तुं शक्यते दोषः नास्ति परन्तु तत्र विभक्तिपरिणामं कृत्वा इत्युक्ते अत्र तु आवश्यकता नास्ति विभक्तिपरिणामस्य आवश्यकता नास्ति यत्र सूत्रे तु यदा अनुवृत्तिरूपेण आयाति तदानीमेव विभक्तिपरिणामः भवति खलु अत्र साक्षात् सूत्रे सप्तमीरूपेण उक्तं चेत् तत्र एव स्वीकृत्य वक्तुं शक्नुमः परस्मैपदे विषये इति वक्तुं शक्यते खलु आमां सत्यं विषये सप्तमी सप्तमीत्वं दर्शयति तावदेव अत्र तु कौमुदीकारस्य मतानुवादेन प्रदर्शितमस्ति परस्मैपदानाम् इति. अस्तु, तर्हि तत् स्मर्तव्यं कौमुदीकारेण एतादृशं दर्शितम् इति. न, धन्यवादः भगिनि, धन्यवादः. तर्हि इदानीं तत्र अत्र किम् अस्ति, यासुत् परस्मैपदेषु उदात्तो निच्च इत्यनेन तत्र लिङ्गः स्यूट् इत्यस्य अपवादरूपेण सामान्यतया लिङ्लकारे स्यूट् आगमः एव भवति. सर्वेषां लिङ्लकाराणां स्यूट् इति आगमः भवति. तस्य अपवादरूपेण परस्मैपदेषु इत्युक्तं, परस्मैप सामान्यतया लिङ्गः स्यूट् भवति, परन्तु परस्मैपदविषये तु यासुट् आगमः भवति इति तस्य अपवादरूपेण उक्तं. तर्हि यासुट् आगमः प्रत्ययानां यासुट् आगमः भवति. यासुट् आगमः टित् इति कृत्वा प्रत्ययस्य आदौ आयाति. यासुट् इति प्रत्ययः, यासुट् इति प्रत्ययः नित् अपि भवति इति साक्षे तत्र उक्तमस्ति. अतिदेशः अपि अस्ति, यासुट् प्रत्ययः नित् अपि भवति. यासुट् आगमः आयाति तदानीं तत्र प्रत्ययः प्रत्यये नित्वमपि आरोप्यते. अस्तु, इदानीम् अग्रे गच्छामः. तत्र कः, तत्र मीना भगिनी अग्रे पठति वा? आं भगिनि, यास् आगमे विधिलिङ्ग् सकारलोपः सर्वत्र भवति. लिङ्गः सलोपो अनन्तस्य सार्वधातुकलिङ्गे अपदान्तस्य सकारस्य लोपो भवति. अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः, नन्तत्पुरुषः तस्य अनन्तस्य. लिङ्गः षष्ट्यन्तं सः लुप्त लुप्तषष्टीकं षष्टीकं पदं लोपः प्रथमान्तम् अनन्तस्य षष्ट्यन्तम् अनेकपदमिदं सूत्रं रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुक इत्यस्य अनुवृत्तिः विभक्तिपरिमाणं कृत्वा अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् सार्वधातुकस्य लिङ्गः अनन्तस्य सः लोपः. अत्र लिङ्गः सलोपोऽन्त्यस्य इति सूत्रे यदि सार्वधातुक लिङि विधिलिङ् अस्ति चेत् तत्र अपदान्तस्य सकारस्य लोपो भवति. तत्र यात् यास्तां तत् अस्ति किल, यास्तां व्यूः, तत्र अपदान्तस्य सकारस्य लोपो भवति. अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः, नन्तत्पुरुषः तस्य अनन्तस्य. अनन्तस्य सकारस्य लोपः. लिङ्गः षष्ट्यन्तं स लुप्तषष्टीकं पदं तत्र लुप्तषष्टीकं तत्र स लुप्तषष्टीकं पदं सकारस्य वा सकारस्य लोपो अनन्तस्य सः इति षष्ठी नास्ति तस्मात् लुप्तषष्टीकं पदम् इति चिन्तयामि. स लुप्तषष्टीकं पदम् अस्ति वा भगिनि? सः सः सकारस्य लोपः, आम् सकारस्य लोपः लोपः प्रथमान्तम् अनन्तस्य किमर्थं किम् उक्तवती? स इति पदं वा? स इति पदं लुप्तषष्टिकम्. आम् सः सः इति सः इति वक्तव्यं सूत्रे सूत्रे स लोपो इति उक्तं खलु, स लोपः लोपो इति उक्तं तत्र तत्र षष्टिपदं नास्ति. सकारस्य षष्टि सः भवति. तत्र सः न यदि सः षष्टि भवति चेत् सो लोपो अनन्त्यस्य भवेत् किल, परन्तु तत्र लुप्तमस्ति षष्टिकपदं तस्मात् स एव स लोपो अनन्तस्य. उचितं वा? स लुप्तषष्टि किम् उक्तवती? स इति स लुप्तषष्टिकं पदं खलु, किम् उक्तवती? सः इति वक्तव्यं तत्र सः लोपो अनन्तस्य यदि स लोपः इत्युक्तम् एतादृशमस्ति खलु, एतादृशम् अस्ति बहुत्र छन्दसः कृते एवमपि क्रियते अत्र विसर्गः न प्रदर्शितः अस्ति विसर्गः अस्ति चेत् षष्ठी भवति तत्र सलुप्तषष्ठीकं पदं लोपः प्रथमान्तम् अनन्तस्य षष्ट्यन्तम् ओके अनेकपदमिदं सूत्रं रुदादिभ्यः सार्वधातुके इत्यस्मात् सार्वधातुकस्य इत्यस्य अनुवृत्तिः ओके विभक्तिपरिमाणं कृत्वा सार्वधातुकस्य अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गात् सार्वधातुकस्य लिङ्गः अनन्तस्य सह लोपः तत्र सार्वधातुक लिङ् विधिलिङ् विषये अनन्तस्य सकारस्य अपदान्तस्य सकारस्य लोपः भवति अग्रे पठामि वा एकक्षणं भगिनि सूत्रार्थः स्पष्टः अस्ति वा इति एकवारं पश्यामः तत्र लिङ्गः सलोपोऽनन्तस्य अनन्तस्य इत्यस्य अर्थः कः अनन्तस्य अपदान्तस्य अन्तिम अनन्तसकारस्य अन्तिमे वर्णः नास्ति चेत् यास्तां तत्र सकारः सकारः अन्तिमवर्णः नास्ति पदानां मध्ये कः सम्बन्धः इति प्रतिपादयतु किञ्चित् सार्वधातुकस्य लिङ्गः विधिलिङ्गः विधिलिङ्गः अनन्तस्य सकारस्य यत्र सकारः अन्तिमवर्णः नास्ति चेत् तस्य सकारः लोपः न अनयोः कः सम्बन्धः अनन्तस्य सः लिङ्गः इति तत्र कः सम्बन्धः विशेषविशेषणपदं तत्र किम् अत्र किं विशेषणं सकारः इति विशेषम् अनन्तस्य इति विशेषणपदम् अथवा सकारस्य इति विशेषणं न विशेष्यं तत् अनन्तस्य इति विशेषणपदम् अनन्तस्य सकारस्य लोपः अनन्तस्य सकारस्य लोपः अङ्गात् सार्वधातुकस्य लिङ्गः अत्र लिङ्गः इति यः कोऽपि लिङ्गः इति नास्ति तत्र आश्विलिङ्गलकारः नास्ति केवलम् अत्र सार्वधातुकलकारः सार्वधातुकस्य लिङ्गः इति चेत् विधिलिङ्ग् किल आम् विधिलिङ्ग् सत्यं तस्य लिङ्गः अनन्तस्य सः लोपः इति अस्तु समीचीनं तर्हि अस्तु किञ्चित् पठतु अग्रे आशीर्लिङ्ग् आरुधातुक आशीर्लिङ्ग् आरुधातुकलकारः इति कारणतः अनेन सूत्रेण लिङ्गसलोप अनन्तस्य सूत्रेण सकारलोपः न भवति तत्र उक्तं लिङ्गसलोप अनन्तस्य इति सूत्रे सारुधातुकलिङ्गः इति उक्तं तस्मात् आशीर्लिङ्गि सकारलोपः न भवति विधिलिङ्ग् प्रथमपुरुषे यात् यातां युः भवति आशीर्लिङ्ग् यात् यास्तां यासुः तत्र यात् यातां युः या सकारस्य लोपः लिङ्ग सलोप अनन्तस्य विधिलिङ्ग् लकारे परन्तु आशीर्लिङ्गि यात् यास्तां यासुः सकारलोपः न भवति अनेन सूत्रेण देयं यत् विधिलिङ्ग् आशीर्लिङ्ग् च प्रथमपुरुष एकवचने प्रथमपुरुष एकवचने यात् समानम् अस्ति प्रथम एकवचनं समानमस्ति यात् उभयत्र सकारलोपः किन्तु भिन्नसूत्रेण किन्तु भिन्नसूत्रेण सकारस्य लोपः प्रथमपुरुषे एकवचने उभयत्र यास् योगः तकारः यास्त् भवति विधिलिङ्ग् लिङ्गः सलोप अनन्तस्य इत्यस्य सकारलोपः प्रथमपुरुष एकवचने उभयत्र यास् योगः तकारः यास्त् भवति तत्र लिङ्गस्वलोपोस् अनन्तस्य सूत्रेण सकारः लोपः आशीर्लिङ्गि यत्र सकारलोपः भवति स्को संयोगान्तस्य च इति सूत्रेण भवति अनेन सूत्रेण पदान्ते संयोगः भवति चेत् तस्य च संयोगस्य प्रथमसदस्य सकारः ककारः वा चेत् तर्हि तस्य सकारककारस्य च लोपः भवति. परन्तु यात् यात् इति इत्युक्ते तत्र विधिलिङ्ग् अपि च आशीर्लिङ्ग् अपि च यात् सकारः तत्र सकारः नास्ति, यास् योग तकारः यास् एव भवति. तत्र सकारस्य लोपः विधिलिङ्ग् वा आशीर्लिङ्ग् वा स्वलोप अनन्तस्य इति सूत्रस्य कारणलोपः भवति वा? न न न अत्र किम् उक्तं लिङ्गं सलोपोनन्तस्य इति अत्र सार्वधातुकस्य इति उक्तं खलु, सार्वधातुकस्य एव लिङ्गसलोपः इति सूत्रं तत्र सार्वधातुकस्य एव लोपः भवति. परन्तु अत्र उक्तं अत्र पश्यतु विधिलिङ्गकारस्य लोपः भवति लिङ्गः सलोपोनन्तस्य इत्यनेन आशीर्लिङ्गेन भवति आशीर्लिङ्गस्य सकारलोपः भवति स्को संयोगान्तस्य च तत्र सूत्रेण भवति. सकारककारयोः यत्र संयोगः अस्ति चेत् तत्र सकारस्य अपि च ककारस्य लोपः भवति तत्र आशीर्लिङ्गि. परन्तु विधिलिङ्गि सलोपो अनन्तस्य इति सूत्रेण तत्र सकारस्य या तत्र सकारस्य लोपः भवति. आं सत्यम् इति कृत्वा तत्र आशीर्लिङ्गि सकारः तिष्ठति केवलं प्रथमपुरुषे बहु एकवचने सकारः सकारस्य लोपः स्कोः संयोगाद्वरन्ते च अन्यत्र सर्वत्र सकारः तिष्ठति. यास्तां भवति तत्र यास् इस् इति तत्र संयोगः अस्ति तस्मात् तत्र यास् किमर्थं यास्ताम् इति तत्र संयोगान्तस्य सकारककारान्ते एव पदान्ते एव पदान्ते संयोगः अस्ति चेत् भवति. ओके अस्तु अस्तु अग्रे पठामि वा? न न न अन्ये जनाः सन्ति खलु. अस्तु तर्हि धन्यवादः. इदानीम् अग्रे किं तत्र सरस्वती भगिनी पठति वा अग्रे? आं भगिनि. अदन्तेषु इव अत्रापि झी स्थाने जुस् आदेशः झेर्जुस् जकारस्य इत् संज्ञा चुटु इति सूत्रेण तस्य लोपः इत्यनेन लोपः उस् अवशिष्यते. तर्हि इदानीं प्रथमपुरुष बहुवचनस्य अत्र दत्तमस्ति अदन्तेषु इव एव अस्ति इत्युक्ते अदन्त अनदन्त समानयोः एव भवन्ति. झी स्थाने जुस् भवति जेर् जुस् सूत्रेण जे जेः जुस् एवमस्ति तर्हि झी स्थाने जुस् भवति जकारस्य इति संज्ञा भवति चुटुसूत्रेण उस् एव तथा च तस्य लोपेन तस्य लोपः इत्यनेन सूत्रेण लोपः भवति जकारस्य तथा तत्र केवलम् उस् अवशिष्यते. झेर्जुस् लिङ्ग्लकारस्य झी इत्यस्य स्थाने जुस् आदेशो भवति झेः षष्ट्यन्तं जुस् प्रथमान्तं द्विपदमिदं सूत्रं लिङ्गस्त्यूट् लिङ्गः स्यूट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लिङ्गः लस्य झेः जुस् झोन्तः इत्यस्य अपवादः. तर्हि लट्लकारे झोन्तः इत्यनेन सूत्रेण झकारस्य स्थाने अन्त भवति अत्र इत्युक्ते विधिलिङ्गे झेर्जुस् सूत्रस्य प्रयोगं भवति लिङ्ग्लकारे. तर्हि झी स्थाने जुस् आदेशः भवति पुनः तत्र सूत्रे तु द्विपदं सूत्रं झेः इत्युक्ते षष्ट्यन्तं झी झी प्रातिपदिकं झेः भवति षष्ट्यन्तं जुस् प्रथमान्तं द्विपदं सूत्रं लिङ्गः स्यूट् इत्यनेन सूत्रेण लिङ्गः अनुवृत्तिः भवति लस्य अधिकारः अस्ति अतः अनुवृत्तिसहितसूत्रं भवति लिङ्गः लस्य झेः जुस्. अग्रे पठामि वा अन्य कोऽपि पठति? अग्रे पठतु भगिनि उस्य पदान्तात् अपि पठतु. अस्तु उस्य पदान्तात् अपदान्तात् अवर्णात् उसि परे पूर्वपरयोः स्थाने पररूपादेशो भवति। अस्य सूत्रस्य प्रसक्तिः केवलम् अनदन्ताङ्गेषु न पदान्तम् अपदान्तं तस्मात् अपदान्तात् उसि सप्तम्यन्तम् अपदान्तात् पञ्चम्यन्तं द्विपदम् इदं सूत्रम्। आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, इकोयणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, एङ्गिपररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः, एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं भवति। अपदान्तात् आत् उसि अचि एकः पूर्वपरयोः पररूपं संहितायाम्। तर्हि इतोपि एकं नूतनसूत्रम् अस्ति उस्य पदान्तात्, तर्हि अपदान्तात् अवर्णात्, अपदान्तात् अवर्णात् उसि परे, यदि उस् अस्ति परे तर्हि पूर्वपरयोः स्थाने पररूप आदेशः भवति अनेन सूत्रेण। अस्य सूत्रस्य केवलं प्रसक्तिः केवलम् अनदन्त अङ्गेषु अस्ति, अदन्त अङ्गेषु नास्ति। तदनन्तरं तु सूत्रस्य एव विवरणमस्ति, न पदान्तम् इत्युक्ते अपदान्तं तथा तस्मात् पञ्चमी अस्ति अतः तस्मात् अपदान्तात् उसि। किमर्थम् अस्य सूत्रस्य कार्यं केवलम् अनदन्त अङ्गेषु प्रतिपादयतु किञ्चित्। उस् केवलम् अनदन्त अङ्गेषु आगच्छति, झेर्जुस् केवलम् अनदन्तम् उस् केवलं तत्रैव आगच्छति, नो चेत् झोन्त अस्ति न अत्र विधिलिङ्ग् मध्ये झेर्जुस् आगच्छति, उस् अस्ति अतः अपदान्त अत्र किं विधिलिङ्ग् लकारे परस्मैपदी तत्र किम् अदन्ताङ्गानां विधिलिङ्ग्लकारे प्रत्ययः कः बहुवचने? विधिलिङ्ग् प्रकरणे किं पृष्टवती भगिनी? पट्धातोः प्रथमपुरुषे रूपाणि कानि? पठेत्, पठेत्तां, पठेयुः, तर्हि उस् आगच्छति न अतः एव। इदानीं भवती उक्तवती केवलम् अरदन्तेषु एव जेर् जूस् कार्यं करोति इति उक्तवती खलु? सूत्रे तथा किमपि न उक्तं खलु, अनदन्तेषु अङ्गेषु एव आम् अपदान्तात्, तर्हि यत्र पदान्त नास्ति तर्हि तत्र एव उसि अवर्णात् उसि परे आम्। तर्हि यदा उस् अस्ति परे तदा एव अस्य प्रसक्तिः भवति। तर्हि तत्र अस्य सूत्रस्य प्रसक्ति केवलम् अनदन्ताङ्गेषु इति समीचीनमस्ति वा? अदन्ताङ्गेषु यदि प्रत्ययः तत्र इय यास् प्रत्ययस्य स्थाने इय इति आदेशः भवति, तदनन्तरं बहुवचनान्तप्रत्ययः कः? झि झि इत्यस्य झेर् जुस् झेर् जुस् तर्हि इययोगः जुस् इययोगः तर्हि तत्र इययोगः उस् युः इति भवति खलु युः। आम् तत्र उस्य पदान्तास् इत्यस्य प्रसक्तिः नास्ति, किमर्थम्? अन् अदन्त अङ्गेषु केवलम् अस्ति अस्य प्रसक्तिः। किमर्थम् एवम् उक्तम् इति चेत् अत्र पश्यतु, उस्य पदान्तात् इत्यस्य निमित्तं किम्? अवर्णात् उसि परे तत्र किम् अदन्त अङ्गम् अस्ति चेत् अवर्णात् उसि परे न लभ्यते खलु तत्र? इययोगः उस् इति एव लभ्यते इति कृत्वा, अवर्ण नास्ति इति कृत्वा अत्र अनदन्ताङ्गेषु एव इदं कार्यम् इति उक्तम्। अग्रे तर्हि उसि सप्तम्यन्तम् अपदान्तात् पञ्चम्यन्तं द्विपदं सूत्रम्। इदानीम् अनुवृत्तिः कथं भवति, आद्गुणः इत्यस्मात् आत्, इकोयणचि इत्यस्मात् अचि, एङ्गिपररूपम् इत्यस्मात् पररूपम् अनुवृत्तिः भवति। सूत्रद्वयं द्वयस्य अधिकारद्वयोः अधिकारः भवति एकः पूर्वपरयोः तथा च संहितायाम् अनुवृत्तिसहितसूत्रमस्ति अपदान्तात् आत् उसि अचि एकः पूर्वपरयोः पररूपं संहितायाम् अग्रे पठामि वा न बहु समीचीनं भगिनि धन्यवादः धन्यवादः इत्युक्ते जेर् जूस् इति सूत्रम् अदन्तमङ्गं वा अनदन्तमङ्गं वा उभयत्र कार्यं करोति जेहे इति तत्र झि इति प्रत्ययः अस्ति खलु परस्मैपदेषु झि प्रत्ययस्य स्थाने जुस् आदेशः भवति परस्मैपदं किम् अदन्तमङ्गं वा अनदन्तमङ्गं वा उभयत्र भवति अनदन्तमङ्गमस्ति चेत् उस्य पदान्तात् इति अपि भवति तर्हि अनदन्त अङ्गेषु किं भवति इति चेत् यासुट् आगमः भवति प्रत्ययस्य जि प्रत्ययस्य यासुट् आगमः भवति अतः यासुट् योगः जि तर्हि यासुट् इत्यत्र यास् योगः जि तदनन्तरं यास् इत्यत्र सकारस्य लोपः भवति खलु लिङ्गः स लोपोऽनन्तस्य इत्यनेन सकारस्य लोपः भवति या योगः तत्र उस् इति भवति या योगः उस् इति स्थितौ तत्र अपदान्त अवर्णः अस्ति या इत्यत्र अपदान्त अवर्णः अस्ति तस्य अनन्तरं उस् अति उस् इति प्रत्ययः अपि अस्ति इति कृत्वा पूर्वपरयोः उसि परे पूर्वपरयोः स्थाने पररूपादेशः अतः यास् इत्यत्र आकारस्य योगः उकारः आकारयोगः उकारः पररूपादेशः भवति इति कृत्वा युस् इति जायते युस् इति कृत्वा युः युः इति जायते तदेव अग्रे उच्यते तत् पश्यामः परन्तु सूत्रार्थः स्पष्टः इति चिन्तयामि आं भगिनि तत्र उस्य इति उक्तम् उस्य इत्यस्य अर्थः कः उसि अपदान्तात् इति कृत्वा उस्य उसि उसि इति सप्तम्यन्तम् अपदान्तात् इत्यस्य अनन्तरम् अस्ति इति कृत्वा तत्र सन्धिं कृत्वा उस्य उस्य पदान्तात् अस्तु आत् इत्यस्य अनुवृत्तिः आत् गुणः इत्यस्मात् आत् इति अनुवृत्तिः अपि अस्ति आत् उसि अवर्णात् उसि परे आत् पञ्चम्यन्तं तस्य अनन्तरम् उसि तत्र अचि उस् अजादि उसि इत्यपि उक्तम् अचि उसि अजादि अजादिरूपी उसि भवेत् नो चेत् कार्यं न भवति अस्तु कदा न भवति भगिनी अजादिर् रूप उसि अजादि इत्युक्ते तत्र किं अदन्त अङ्गेषु अदन्त अङ्गेषु उस्य पदान्तात् भवति वा न भवति परन्तु अचि उसि कदा अजादि नास्ति उस् तु अजादि एव अस्ति न उस् इति तु अजादि एव अस्ति तत्र यदि किं तत्र उस् इति आदेशः सृजभ्यस्य विधिभ्यश्च इत्यत्रापि उस् आदेशः भवति खलु सृजभ्यस्य विधिभ्यश्च इत्यत्रापि उस् आदेशः भवति तत्र बहुवचनान्त तत्र लङ्लकारे प्रथमपुरुषे बहुवचने उस् इति आदेशः भवति तत्र उः इति भवति तत्र चिन्तनं नास्ति तत्र तत्र उस् इति एव भवति परन्तु अदन्तमङ्गमस्ति चेत् अदन्तमङ्गमस्ति चेत् इदानीं तत्र अदन्तमङ्गमस्ति चेत् इययोगः उस् इति अस्ति इययोगः उस् तर्हि तत्रापि उस् इति अजादि एव अस्ति खलु तर्हि इदानीं तादृशस्थलं कुत्र अस्ति यत्र अजादि न भवति तादृशस्थलं किमपि अस्ति वा उस्य पदान्तात् इत्यस्य कार्यं यत्र न भवेत् अजादि इति पदं त्यजामः चेत् कोऽपि दोषः अस्ति वा यतोहि तत्र काष्ठकारः तु तत्र अजादि इति न उक्तम् अवर्णात् अपदातात् उसि पूर्वपरयोः पररूपम् आदेशः इति तावदेव उक्तमस्ति तर्हि अत्र अचि सूत्रस्य अनुवृत्तिः भवति वा न वा इति प्रश्नः. यदि अटिति नास्ति चेत् कुत्र दोषः जायते इति प्रश्नः. कुत्रचित् दोषः जायते तत्तु अस्ति. कुत्र अदन्ते अङ्गेषु तु अजादि उसि एव अस्ति खलु. अपरान्त इययोगः उस् इति स्थितौ इययोगः उस् इति स्थितौ तत्र युः इति भवति खलु. तत्र युः इति भवति खलु. आम् तत्र अजादि उसि नास्ति खलु. अजादि नास्ति किम् उस् अस्ति तत्तु अजादि एव न. उस् अस्ति परन्तु उस् इत्यस्मात् पूर्वम् अवर्णः अपि भवेत्. इत्यस्मात् पूर्वम् अवर्णः अपि भवेत्. अदन्ताङ्गेषु अवर्णः अपि नास्ति खलु. इदानीम् अहं चिन्तयन्ती अस्मि, मम स्मरणे झटिति नायते, अदन्ताङ्गेषु एव अस्ति इति मम भाति इदानीं. तत्र किञ्चित् चिन्तनं कुर्वन्तु भवन्तः अपि. अजन्ताङ्गेषु एव तत्र अजादि उसि इत्यस्य आवश्यकता इति मम भाति. तत्र चिन्तनीयम् अन्यत्र कुत्रचित् उस् आदेशः भवति वा इति. अस्तु पश्यामः तत्र के कुत्र किम् अस्ति इति. अस्तु अस्तु तर्हि इदानीम् अग्रे सूर्यकुमारी भगिनी अग्रे गच्छतु. आं भगिनि, यास्योः तिप् तत्र अनुबन्ध निर्बन्धरूपमस्ति. यास्योगः सकारलोपः भवति, यातिः अवशिष्यते. क्षम्यतां भगिनि, अत्र श्रदै डाट् काम् मध्ये अहं दृष्टवती लिट् लकारस्य उत् प्रत्ययः अस्ति न, अतः तत्र सूत्रस्य प्रसक्तिः नास्ति, अतः भवेत् वा न जानामि. सम्यक् तत्र लिट् लकारे प्रत्ययः कः. लिट् लकारस्य झी प्रत्ययस्य परस्मैपदानां नळसुसु खलसुकणल् वमः तत्रापि उत् भवति न, तर्हि तस्य किमपि लिखितमस्ति अत्र सम्यक् रीत्या न पठितम्. उस् आदेशस्य विषये प्रकृतसूत्रं नयते, यतः अयम् उस् लिट्स इत्यनेन आर्धधातुकः अस्ति, अपि च अकारात् अकारात् धातुः विधिः अयं प्रत्ययः. इतोदपि अतः अस्मात् प्रत्ययात् पूर्वं विद्यमानस्य अकारस्य अतो लोपः इत्यनेन अतः आकारस्य इत्यनेन अङ्गकार्यस्य सोपानेषु एव लोपः क्रियते. तदर्थं प्रकृतसूत्रं नैव आवश्यकम्. अत्र तु अजादि उस् इत्यस्य विषये न उक्तम्. न अजादि उस् आमाम् क्षम्यतां सूर्यकुमारी भगिनी, अहं चिन्तितवती उत्तरं प्राप्तवती इति, अतः मध्ये एव उक्तवती. अस्तु द्वितीय उदाहरणमस्ति. तत् योगः तां तत् द्विवचनं तत् तां भवति लिङ्गलकार आदेशः भवति, तत्स्थाने तां भवति. तां या स्टार्ट् आगमः भवति, यास्य योगः तां तत्र अपदान्तसकारः अस्ति, सकारलोपः भवति, यातां भवति. बहुवचने यास्य योगः जि लिङ्गि जि स्थाने जुस् जो जुस् इत्यनेन जुस् आदेशः भवति. यायोगः जुस् तत्र जकारलोपः भवति चुटु इत्यनेन उस् एव अवशिष्यते. यायोगः उस् तत्र उस् पदान्तात् इति सूत्रेण पूर्वपरयोः पररूपमेव आदेशः भवति. आकार उकारस्थाने उ एव अवशिष्यते. तत्र युस् भवति, कृत्वविसर्गौ युः भवति तत्र न विभक्तौ तु स्मः इत्यनेन सकारलोपः निषेधः सास्थाने रुस्थाने विसर्गः अन्तिमरूपम् अस्ति युः बहुवचने तदनन्तरं यास्ययोगः मध्यमपुरुषे सिप् भवति सिप् प्रत्ययः भवति यास्ययोगः पकारलोपः भवति अलन्तम् इत्यनेन यास्ययोगः सकारः तत्र अपि अपदान्तसकारलोपः भवति सकारलोपः प्रथमसकारलोपः भवति या योगः यास् भवति ऋत्वविसर्गौ सकारस्थाने विसर्गः भवति याः मध्यमपुरुष एकवचनं मध्यमपुरुषद्विवचनं प्रत्ययः अस्ति तस् तस्थाने लिङ् लिङ् नी प्रत्ययस्य निस्त् प्रत्ययस्य तम् आदेशः भवति यास्योगः तं तत्रापि सकारपदान्तसकारलोपः भवति यातम् अन्तिमरूपं मध्यमपुरुष बहुवचने ता प्रत्ययः तत्र अपि तास्थाने सकारादेशः भवति यास्योगः ता तत्रापि सकारलोपः भवति अपदान्त स्कोः संयोग संयोगाद् अन्ते च तत् सूत्रेण याता भवति तदेव उत्तमपुरुष मिप् मिप् प्रत्ययः अस्ति अम्मादेशः भवति नित् अस्ति चेत् अम्मादेशः भवति स्थाने यास्य आगम अं पूर्वः यास् आगे आदेशः भवति आगमः भवति यास्ययोगः अं तत्रापि सकारलोपः या योगः अं सवर्णदीर्घः यां भवति वत्स् तत्र अपि यास्ययोगः वाय् तत्र सकारलोपः भवति नित्यं नितः इत्यनेन यास्ययोगः वा तत्रापि सकारलोपः या वा भवति तदेव मत्स्ययोगः मा सकार मा योगः यास् योगः मा सकारलोपः या मा भवति अग्रिमे पठामि वा भगिनि न बहु बहु सम्यक् भगिनि सम्यक् सम्यक्तया उक्तवती अत्र प्रक्रिया स्पष्टमस्ति वा अत्र प्रक्रिया स्पष्टा वा सर्वत्र यासुटागमः भवति तदनन्तरं लिङ्गः सलोपोनन्तस्य इत्यनेन द्रष्टुं शक्नुमः सकारस्य लोपः जायते तदनन्तरं तत्र यात् याताम् अनन्तरं युः तत्रापि लिङ्गसलोपनन्तस्य लोपः या तत्र यास्योगः सिप् इत्यत्रापि लोपः सर्वत्र वयं द्रष्टुं शक्नुमः सकारस्य लोपः भवति अत्र विशेषः तु उस्य पदान्तात् इति एव विशेषः उस्य पदान्तात् इति विशिष्टमस्ति अन्यत्र सर्वत्र सामान्यमेव किमपि विशेषः नास्ति ऋत्वविसर्गौ सर्वं समानम् अस्तु तर्हि इदानीम् अग्रे किञ्चित् अग्रे गच्छामः तत्र विजयलक्ष्मी भगिनी पठति वा आं भगिनि यां पर्यन्तम् अभवत् वा इदानीम् उपरितनप्रत्ययानां सिद्ध्यर्थं येषां सूत्राणाम् आवश्यकता इति स्मर्तव्यम् अस्तु. उपरितलप्रत्ययानां सिद्ध्यर्थम् एषां सूत्राणाम् आवश्यकता इति स्मर्यताम्. अङ्गम् अदन्तं चेदपि अनदन्तं चेदपि एषां सूत्राणां प्रसक्तिः. इतश्च ङित् लकारस्य स्थाने यः परस्मैपदह्रस्व इकारान्तः तिङ्प्रत्ययः तस्य अन्त्य इकारस्य लोपो भवति. येन विधिस्तदन्तस्य इत्यनेन इकारान्तः इत्यर्थः. अलोन्त्यस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य इत्युक्ते इकारस्य लोपः न तु पूर्णप्रत्ययस्य. इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः परस्मैपदेषु अनयोः अनुवृत्तिः नित्यं ङितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ङितः लस्य इतः परस्मैपदस्य लोपः. इदानीं नूतनसूत्रं पठन्तः स्मः खलु भगिनी. इतश्च इति पूर्वं पठितवन्तः, परन्तु उपरितन वाक्यम् उपरि यानि सूत्राणि पठितानि तेषां विषये खलु? आं, तेषां विषये एव प्रक्रियायां. अस्तु, अत्र इतश्च इति सूत्रं पूर्वं पठितवन्तः. एतदपि अदन्त अङ्गानां सिद्ध्यर्थमपि अस्माभिः पठितम्, अत्र केवलं पुनःस्मरणमेव. ङित् लकारस्य स्थाने यः परस्मैपदह्रस्व इकारान्त तिङ्प्रत्ययः कः सः परस्मैपद लकारस्य इत्युक्ते लङ् लकारः अपि भवति खलु, तिप् इति प्रत्ययः अस्ति. ति सि मि इति वा? सर्वं विस्मृतवती, अतः एव पुनःस्मरणं जायते. पुनःस्मरणं किञ्चित् मनसि भवेत् तदा एव भवति खलु भगिनि. ङित् लकारस्य स्थाने यः परस्मैपद ह्रस्व इकारान्त तिङ्प्रत्ययः तस्य अन्त्य इकारस्य लोपः भवति. कथं भवति? येन विधिस्तदन्तस्य इत्यनेन न केवलम् इकारान्तस्य अपि च अलोन्त्यस्य इत्यनेन अन्तिमवर्णः यस्य अङ्गस्य अन्तिमवर्णः इकारः भवति तस्य इकारस्य लोपः भवति इति अर्थम् अवगम्यते. इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः अपि च परस्मैपदेषु इति पदयोः अनुवृत्तिः. नित्यं ङितः इत्यस्मात् ङितः इत्यस्यापि अनुवृत्तिः भवति. लस्य इत्यस्य अधिकारः अस्ति. इतश्च इति सूत्रस्य अनुवृत्तिसहितसूत्ररूपं ङितः लस्य इतः परस्मैपदस्य लोपः भवति इति. अन्ततो गत्वा परस्मैपदी प्रत्ययेषु यत्र प्रत्यये ह्रस्व इकारः अस्ति तत्र नाट् प्रत्ययेषु तिङ्प्रत्ययेषु तत्र ह्रस्व इकारस्य लोपः भवति इति एव अर्थः खलु भगिनि? आमां, नित्लकारस्य इत्युक्ते अत्र अस्माकं सार्वधातुकप्रकरणे तु लङ्लकारे विधिलिङ्लकारः. न अवगतवती, पुनः वदतु. अत्र नितः लस्य इति उक्तं खलु, अतः लस् लकारः यः नित् अस्ति, तर्हि अत्र सार्वधातुकप्रकरणे तु लङ्लकारः विधिलिङ्लकारः उभयत्र भवति अस्य कार्यम्. हा, सत्यं सत्यं. नितः इति अस्ति खलु अस्ति अस्तु तर्हि अत्र नितः लस्य इतः परस्मैपदस्य इतः लोपः परस्मैपदस्य परस्मैपदप्रत्ययस्य नित्लकारस्य नित्लकारे यः परस्मैपदसंज्ञकतिप्रत्ययः वर्तते तस्य इकारस्य लोपः यथा तत्र तिप् लङ्लकारे तिप् इत्यत्र ति इति अवशिष्यते ति इत्यत्र इकारस्य लोपः अतः तकारः एव अवशिष्यते सिद्धप्रत्ययः तकारः खलु लङ्लकारे एवं मध्यमपुरुषे सकारः सकारः तत्रापि तिप् इति अस्ति इतश्च इत्यनेन इकारस्य लोपः भवति केवलं सकारः एव अवशिष्यते एवमेव मिप् इत्यत्रापि मिप् इत्यत्र तु इतश्च इत्यस्य प्रसक्तिः अस्ति परन्तु तत्र तु किम् अग्रिमसूत्रमस्ति खलु तस्य समीपां तान्तं तामः इत्यनेन इति अस्ति इति कृत्वा तत्र भवति विधिलिङ्लकारे कुत्र भवति विधिलिङ्लकारे विधिलिङ्लकारे समानं खलु तिप् सिप् मिप् तत्र परस्मैपदानां परस्मैपदानां अतः यासुट् इति अस्ति चेत् अनदन्त अङ्गानां यासुट् इति भवति चेत् इयुः इति तत्र वा अत्र न न युः इति न यत्र ईकारः अस्ति प्रत्यये तत्र एव खलु परस्मैपदेषु ईकारः तिप् तस् झि इत्यत्र इत्यत्र ईकारः तत्र यास् आगमः यासु परस्मैपदेषु उदात्तो निच्च इत्यनेन यास् आगमः अनन्तरम् अतो येयः इति यास् स्थाने इय आदेशः भवति अदन्तङ्गस्य अपि च लोपो व्योर्वली इति यकारस्य लोपः भवति इत् इति अवशिष्यते तत्र यः तकारः अस्ति तिप् इति आसीत् खलु तत्र इतश्च इति निकारलोपः इतश्च इत्यनेन इकारलोपः इति कृत्वा तत्र इत् इति प्रत्ययः भवति सिद्धप्रत्ययः पठेत् एवमेव सकारस्तिप् सिप् इति स्थले अपि एवमेव भवति सिप् इत्यत्र सकारः अवशिष्यते अतः एव पठेः इति भवति खलु पठेः पठेतं पठेतम् अस्तु समीचीनं समीचीनं तर्हि अत्र केवलं परस्मैपदानामेव आत्मनेपदानां नास्ति तर्हि विधिलिङ्लकारे तस्य कार्यमस्ति अदन्तमङ्गं वा अनदन्तमङ्गं वा उभयत्र कार्यमस्ति इतश्च इत्यस्य लङ्लकारे अपि अस्ति विधिलिङ्लकारे अपि अस्ति अदन्तं वा अनदन्तं वा उभयत्र अस्तु समीचीनं तर्हि इदानीं किञ्चित् अग्रे गच्छामः तस्य समीपां तान्तन्तामः उषाभगिनी किञ्चित् पठतु अस्तु तस्थस्तमिपां तान्तन्तामः तस्थस्थ मिप् ङित्सु लकारेषु एतेषां प्रत्ययानां स्थाने क्रमेण तां तस्थाने तां थस्थाने तं थ स्थाने थ मिप् स्थाने अम् एते आदेशाः तश्च थश्च तश्च मिप् च तेषाम् इतरेतरद्वन्द्वः तस्थस्तमिपः तेषां तस्थस्तमिपां तां च तं च तश्च अं च तेषाम् इतरेतरद्वन्द्वः तान् तामः तान् तन्तामः तस् तस्थस्तमिपां षष्ट्यन्तं तान् तन्तामः प्रथमान्तं द्विपदमिदं सूत्रम् नित्यं ङितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः नित्यं लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ङितः लस्य तस्तस्तमिपां तान्तं तामः तस्तस्तमिपां तान्तं तामः इति सूत्रं वदति प्रथमपुरुष द्विवचनं मध्यमपुरुष द्विवचनं मध्यम प्रथमपुरुष द्विवचनं तस् मध्यमपुरुष द्विवचनं तस् मध्यमपुरुष बहुवचनं थ अपि च उत्तमपुरुष एकवचनं मिप् एतेषां प्रत्ययानां स्थाने तस्थाने तां थस्थाने तं थस्थाने थ मिप् स्थाने अम् इति आदेशः इति भवति ङितः अनुवृत्तिसहितसूत्रम् अस्ति ङितः लस्य ङितः अत्र लङ् अपि च विधिलिङ् इति ङित् ङित् लकारः ङितः लस्य तस्थस्तमिपान् तान्तन्तामः एतेषां प्रत्ययानां स्थाने तान् तं थ अम् इति आदेशः इति भवति तस्थस्तमिपाम् इति इतरेतरद्वन्द्वः अपि च तान्तन्तामः अपि इतरेतरद्वन्द्वः तस्थस्तमिपाम् इति षष्ट्यन्तरूपं तान्तन्तामः इति प्रथमान्तम् आदेशम् आदेशः इति सूचयति द्विपदमिदं सूत्रं नित्यं गितः इत्यस्मात् ङितः इत्यस्य अनुवृत्तिः सो लङ् अपि च विधिलिङ् अपि आयाति ङितः लस्य तस्थस्तमिपां तान्तन्तामः इति सूत्रं वदति सो अत्र विधिलिङ् विषये यास् इति आगमः भवति यास् योगः ताम् यास् इत्यस्य कृते सकारः लोपः भवति लिङ्गस्सलोपो नन्तस्य इत्यनेन यायोगः ताम् इति यायोगः ताम् इति भवति यायोगः ताम् इति कृते तस्थस्तमिपान् तान्तन्तामः इत्यनेन आम् तां स्थाने तत्स्थाने तां सारि भगिनि सो यास् योगः तस् प्रथमं यास् योगः तस् यास् या योगः तस् या योगः तां या योगः तां नौ या ताम् एव भवति देन् यास् योगः तस् मध्यमपुरुष द्विवचनं यास् योगः तस् सकारलोपः यास् इत्यस्य सकारलोपः या योगः तस् तस्थस्तमिपान् तान्तामः तान्तामः इत्तान् तन्तामः इत्यनेन तस्थाने तम् आदेशः यातम् यातं भवति देन् उत्तम मध्यमपुरुष बहुवचनं थ इति प्रत्ययः यास् योगः तकारः यास् योगः तकारः लिङ्गसलोपो अनन्तस्य इत्यनेन यास्थाने या एव तिष्ठति या योगः थ या योगः थ इत्यस्य कृते तस्थस्तमिपां तान्तन्तामः इत्यनेन अल्पप्राणतकारः आयाति या योगः थ या थ एव भवति अनन्तरं मध्यमपुरुष मध्यमपुरुष अभवत् उत्तमपुरुष मिप् उत्तमपुरुष एकवचनप्रत्ययः मिप् प्रत्ययः यास् योगः मिप् या योगः मिप् मिप् स्थाने तस्थस्तमिपां तान्तन्तामः इत्यनेन मिप् स्थाने अम् आदेशः भवति या योगः अम् या योगः अम् याम् एव भवति या योगः अम् या योगः अम् आकारयोग अका अम् याम् एव भवति समीचीनं समीचीनम् इति अस्ति बहु सम्यक् अस्तु तर्हि इदानीम् एवं तस्थस्तमिपां तान्तमः तान्तन्तामः न केवलं लङ्लकारः विधिलिङ्लकारः अपि च अन्यत्रापि भवति कुत्र लङ् लुङ्लकार आम् आम् लुङ्लकार तत्तु तत्तु तेजस्तु आर्धधातुकलकारः इति तस्य विषये चिन्तनं मास्तु इदानीम् इदानीं सार्वधातुकलकार एव अहं पृच्छामि तत्र लोट् लकारे तत्र रूपं किं भवति ओ लोटो लङ्वत् आम् आम् आम् आम् लोटो लङ्वत् इत्यनेन लङ्लकारे लोट् लकारे अपि भवति भवति आम् आम् आम् अस्तु तर्हि इदानीम् अग्रे अनिमा भगिनि नित्यं गीतः ङितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययस्य अन्त्यसकारलोपः भवति येन विधिस्तदन्तस्य इत्यनेन सकारान्तः इत्यर्थः अलोन्त्यस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य सकारस्य लोपः न तु पूर्णप्रत्ययस्य नित्यं द्वितीयान्तं क्रियाविशेषणं ङितः षष्ठ्यन्तं द्विपदमिदं सूत्रम् स उत्तमस्य इति सूत्रस्य पूर्णतया अनुवृत्तिः इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ङितः लस्य सः उत्तमस्य नित्यं लोपः ङितः लकारस्य सकारान्त उत्तमपुरुषप्रत्ययः अस्ति बस्मस् तस् अन्त्यसकारस्य लोपः भवति इति उक्तम् अतः वा मा इत्येव तिष्ठति अत्र येन विधिस्तदन्तस्य इति इत्यस्य कार्यं भवति उत्तमस्य इति उत्तमप्रत्ययस्य कीदृशः उत्तमप्रत्ययस्य सकारान्तस्य उत्तमप्रत्ययस्य इति भवति सकारप्रत्यय इति नास्ति अतः तदन्तविधिः एव वयं स्वीकुर्मः अलोन्त्यस्य इत्यनेन पूर्णं प्रत्ययं न गच्छति अन्तिमवर्णस्य सकारस्य एव लोपः भवति तदेव अस्ति किल भगिनी अतः याव याम इति भवति सत्यम् इत्युक्ते विधिलिङ्ग्लकारे याव याम अन्यत्र कुत्र प्रसक्तं नित्यं नितः तत्र याम् इति आगच्छति किल तत्र सकारः तु इदानीं नास्ति आम् विधिलिङ्ग्लकारे सम्यक्तया उक्तवती याव याम इति समीचीनमस्ति नित्यं नितः इति कार्यम् अन्येषु लकारेषु कुत्रचित् भवति वा सार्वधात्मकप्रकरणे लङ्लकारे लङ्लकारे भवति खलु आम् लङ्लकारे भवति वाम आम् वाम इति भवति अनन्तरं लोट् लकारे सो लङ्व तत्रापि आव आम आम् सम्यक् इति अस्ति त्रिषु लकारेषु अस्य कार्यं भवितुम् अर्हति अस्तु अनन्तरम् अनदन्तानां कृते विधिलिङ्ग् सिद्धप्रत्ययः के एकवारं वदतु आत्मनेपदस्य तिङ् प्रत्ययः अदन्ते अनदन्ते च भेदः ततः ये सिद्धप्रत्ययाः सन्ति तत् पठतु एकवारम् आम् सिद्धप्रत्ययः अनदन्तानां ते आते अते से आते द्वे न अत्र अत्र यत् नित्यं नितः इत्यस्य अनन्तरं यः भागः अस्ति सः भागः यात् यातां युः याः यातं यात यां याव याम समीचीनम् एते प्रत्ययाः अस्माकं मनसि भवेयुः तदानीमेव लाभः तदानीमेव झटिति इदानीं चिनु इति अस्ति चेत् अत्र झटिति वक्तुं शक्नुमः चिनुया चिनुयातां चिनुयुः एवं रीत्या झटिति वक्तुं शक्नुमः अनदन्तम् अङ्गम् इति ज्ञायते चेत् तदानीं धातुः कः विकर्णप्रत्ययः कः प्रत्ययः के झटिति वयं रूपं वक्तुं शक्नुमः अस्तु तर्हि धन्यवादः भगिनी इदानीम् अग्रे उमा भगिनी अग्रे पठति वा तत्र नितः लस्य सः उत्तमस्य नित्यं लोपः इति अनुवृत्तिसूत्रम् उक्तं किल तत्र नितः लस्य इति षष्ठ्यन्तं कथं भवति तत्र स सः उत्तमस्य तु स्थाने भवति सम्यक्, परन्तु नितः लस्यः इति कथं षष्ट्यत्र नितस्य सः नकारस्य सः प्रत्ययस्य निप्लकारस्य यः प्रत्ययः तस्य सकारस्य उत्तमस्य सकारस्य नित्यं लोपः. लस्य इत्यनेन लस्य इति सूत्रेण एव लकारस्य स्थाने तिबादयः आयान्ति खलु. सत्यं, तत्तु समीचीनं. तर्हि अत्र नितः इत्युक्ते नित् लकारस्य स्थाने ये प्रत्ययाः आयान्ति तेषाम् उत्तमस्य यः सकारः तस्य नित्यं लोपः. अस्तु अस्तु, अवगतं. पठितुं शक्नोति वा भवती? आं, कर्तुं शक्नोति. अस्तु अस्तु, तर्हि अत्र न इदानीम् उमा भगिनी पठति, अनन्तरं भवती. उस्यपदान्तात् इत्यत्र अजादि उस् इति आवश्यकता नास्ति. मया व्याख्यानं सर्वं दृष्टं, तत्र अजादि उस् इत्यस्य आवश्यकता नास्ति. अजादि उस् इति एकत्र एव भवति, तत्तु भिन्नमेव सूत्रमस्ति. जुसि च इति भिन्नं सूत्रमस्ति, तत्र अजादि उस् इति आवश्यकमस्ति. यतोहि तस्य कार्यं जुसि च इत्यस्य कार्यं यत्र अजादि उस् नास्ति, यथा तत्र युः इत्यत्र अजादि उसि नास्ति इति कृत्वा तत्र जुसि च इत्यस्य कार्यं न भवति. विधिलिङ्ग्लकारे जुसि च इत्यस्य कार्यं न भवति, परन्तु केवलं लङ्लकारे एव कार्यं भवति. यतोहि तत्र एव उसि अजादि उसिः भवति, उसि भवति. तर्हि तस्मिन् सूत्रे अजादि उसि इत्यस्य आवश्यकता वर्तते, परन्तु अत्र उस्यपदान्तात् इत्यत्र अजादि उसि इत्यस्य आवश्यकता नास्ति. अतः अत्र अनुवृत्तिः उसि अचि इत्यस्य अनुवृत्तिः न अपेक्षिता. अतः तद् निष्कासनीयं, मया निष्कासनीयं. तत्र केवलम् उसि परे व्याख्यानं पश्यति चेत् कुत्रापि अजादि उसि इति नोक्तम्, अतः तद् दोषाय अस्ति. उसि इति न, अजादि उसि इति न, केवलम् उसि, उसि परे. उसि उसि इति उक्तत्वा तत्र अजादिः एव भवति किल? तत्र न न, तथा नास्ति. इदानीं प्रतिपदितं दृष्टि च इत्यत्र अजादि उसि इति आवश्यकता अस्ति, यतोहि उसि सर्वदा अजादि एव भवति इति न. यथा विधिलिङ्ग्लकारे युः इत्यत्र उसि अजादि नास्ति. ओ एवं, यकारः अस्ति. अस्तु अस्तु अस्तु, उमा भगिनी कृपया पठतु. अस्ति वा भगिनि? आत्मनेपदस्य तिङ् प्रत्ययः अदन्ते अनदन्ते च भेदः. अनदन्ताङ्गानां कृते आत्मनेपदस्य लटि लोटि लङ्गि च समानेषु त्रिषु प्रत्ययेषु भेदः इति अस्ति खलु, बि इति भागः अस्ति खलु. आत्मने आत्मनेपदस्य किं प्रत्ययः अदन्ते अनदन्ते च भेदः. आत्मनेपदस्य लटि लोटि लङ्गि च समानेषु त्रिषु प्रत्ययेषु भेदः अद्य पश्यन्तु. अनदन्त अङ्गानां कृते लटि सिद्धः प्रत्ययः, से आते अते, से आते द्वे, ये वहेमहे. अनदन्त अङ्गानां कृते अनदन्ताङ्गानां कृते लोटि सिद्धप्रत्ययः, ताम् आताम् अताम्, स्व आथां ध्वम्, ऐ आवहे आमहे. पठामि वा? आमां पठतु. अनदन्ताङ्गानां कृते लङि सिद्धप्रत्ययः प्रत्ययः, त आताम् अत, थाः आथां ध्वम्, ई वसीमहे. सो अनदन्त अङ्गानां प्रति लो देन् अनदन्ताङ्गानां कृते लो लोट् सिद्धप्रत्ययः, अनदन्ताङ्गानां कृते लट् ओके लट् लोट् अन्दन् अनदन्ताङ्गानां सिद्धप्रत्ययः लङ् लङ् सो लट् लोट् लन् अनदन्ताङ्गानां प्रति अत्र दत्तं प्रत्ययः. आम् समीचीनम् इति एते सिद्धप्रत्ययाः अस्माकं मनसि भवेयुः एते प्रत्ययाः. पठामि वा? हा अस्तु भगिनि किञ्चित् अग्रे पठतु. त्रिशूलकार्येषु भेदः भवति. प्रथमपुरुषः प्रथममध्यमपुरुषयोः द्विवचने प्रथमपुरुषस्य बहुवचने. अतः उदाहरणार्थं यत्र अङ्गम् अदन्तम् अस्ति रूपाणि एवं भवन्ति लटि प्रकाशते प्रकाशेते प्रकाशन्ते. अत्र अङ्गम् अनदन्तम् अस्ति रूपाणि एवं भवन्ति लटि चिनुते चिन्वाते चिन्वते. तथा किमर्थमिति अद्यः शिक्षिता. सो भेदः कुत्र कुत्र अस्ति इति चेत् प्रथममध्यमपुरुषयोः द्विवचने अण्ड् प्रथमपुरुषस्य बहुवचने. उदाहरणार्थं लट् लकारे प्रकाशते प्रकाशयति प्रकाशन्ते इति आगच्छति. देन् अदन्तम् अदन्तमस्ति चेत् अङ्गम् अनदन्तमस्ति चेत् रूपाणि एवं भवति चिनुते चिन्वाते चिन्वते. तथा किमर्थम् अधः वक्षिलाम् पठामि वा फर्द? इत्युक्ते तत्र समीचीनं भगिनि. इत्युक्ते तत्र भेदः कुत्र कुत्र इति चेत् प्रथमपुरुषे मध्यमपुरुषे द्विवचने भेदः भवति. अनन्तरम् आत्मनेपदी प्रत्ययाः ये सन्ति तत्र अनदन्तम् अङ्गम् अदन्तम् अङ्गम् अनयोः प्रथमपुरुषे मध्यमपुरुषे द्विवचने भेदः. अनन्तरं प्रथमपुरुषस्य बहुवचने अपि भेदः अस्ति यथा वयं द्रष्टुं शक्नुमः. अनन्तरं विधिलिङ्ग् लकारे सर्वत्र भेदः अस्ति. विधिलिङ्ग्लकारे तत्र विधिलिङ्ग्लकारे तु प्रत्ययः समानः एव खलु. विधिलिङ्ग्लकारे प्रत्ययानां भेदः अस्ति वा? तत्र तु लट्लकारे वयं द्रष्टुं शक्नुमः आते आथे अपि च बहुवचने प्रथमपुरुषे बहुवचने अते इत्यत्र भेदः अस्ति. एवमेव लोटि अपि एवमेव लङ्गि अपि. तर्हि विधिलिङ्गि का गतिः? सर्वत्र भेदः नास्ति. भेदः नास्ति खलु. आम् इति एव अस्ति. भेदः नास्ति. ईत् तत्र ईत ईयाताम् ईरन् ईरन् ईताः ईयाथाम् ईद्वम् ईय ईवहि ईमहि इति अस्ति. उभयत्र समानम्. अतः तत्र केवलं लट् लोट् लङ् इत्यत्र एव भेदः अस्ति. लङ् विधिलिङ्गि भेदः नास्ति. अस्तु वंशीभगिनी अग्रे पठतु. क्षम्यतां भगिनि, तत्र न अवगतं कस्य भेदस्य विषये आत्मनेपदस्य विषये. आत्मनेपदी तु ईत्यतां ईरन् अस्ति किल, तत्र तु विधिलिङ्गकारस्य. तदेव इदानीं मया उक्तं खलु ईत ईयात ईयाथाम् ईयाथाम् ई किमस्ति ईत ईयाताम् ईरन् ईताः. तत्र भेदः अस्ति न? तत्र तु यात् यातां युः तत्तु परस्मैपदी. ओ अस्तु अस्तु क्षम्यताम्. ओके अस्तु, परस्मैपदीरूपाणि तत्र विधिलिङ्ग् अपि समानरूपाणि भवन्ति. अस्तु क्षम्यतां. हा क्षम्यतां क्षम्यताम्. अस्तु अग्रे पठामि. तत्र तत्र कुत्र स्मः? तत्र तु प्रथमपुरुषमध्यपुरुषो तत्र प्रथमबिन्दुः अस्ति न भगिनि? तत्रैव तत्रैव. तथा किमर्थमिति अधः वीक्ष्यताम् प्रथमपुरुषमध्यमपुरुषयोः द्विवचने पूर्वम् अस्माभिः दृष्टं यत् अङ्गम् अदन्तम् अस्ति चेत् तर्हि तत्र आत्मनेपदसंज्ञकप्रत्ययेषु यः आकारः अस्ति तस्य स्थाने इकारः भवति. द्विवचने मूलप्रत्ययौ अताम् अथाम् अनयोः स्थितस्य आकारस्य स्थाने इ आतोन्वितः अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात्. तर्हि लटि इते इतेः लोटि इताम् इथां लङ्गि इताम् इथाम् इति अस्ति. तत्र तु भेदः दर्शयति तत्र आत्मनेपदीप्रत्ययेषु आत्मनेसङ्गीप्रत्ययेषु तत्र तत्र अदन्ताङ्गानाम् अनदन्ताङ्गानां तत्र भेदः कः इति तत्र वदति. आतो नितः इति सूत्रेण तत्र अदन्ताङ्गात् परस्य आकारस्य स्थाने अदन्ताङ्गात् अदन्तमङ्गमस्ति यदि तर्हि तस्मात् यदि आतो नितः इत्यनेन अदन्ताङ्गात् परस्य आकारस्य स्थाने सत्यं तत्र आतामिति अस्ति किल तत्र आते ते आते इति अस्ति तत्र आकारस्य स्थाने यदि अदन्तमङ्गम् अस्ति चेत् अस्ति तर्हि तत्र आकारस्य स्थाने इकारः भवति आतो नितः इति सूत्रेण. अतः तत्र लटिरूपं भवति अदन्त अङ्गेषु तत्र ते इति अन्ते भवति परन्तु अत्र तु अदन्त अङ्गस्य सिद्धतिं प्रत्ययः ते आते न समीचीनं वदन्ते अस्ति न ते इति ते ते ते इते ते इते हा ते इते आकारस्य स्थाने इकारः भवति आतो नितः अतः तत्र ते इते भवति न भवति तत्र तु सम्यक् किल हा अस्तु परन्तु अते तु तत्र तु भिन्न अते तु अस्ति तत्र तु अते तु नकार तत्र अते इति आदेशः भवति तत्र भिन्नवार्ते वन्दते वन्दन्ते हा वन्दन्ते अस्तु अस्ति ते इते अन्ते ते इते अन्ते से इते द्वे ए महेमहे इति तु सामान्य अदन्तसिद्धतिङ्गप्रत्ययः अस्ति. अतः तत्र ते इथे इति कथं भवति इत्युक्ते आथे आकारस्य स्थाने आतो नितः इत्यनेन तत्र इकारः आयाति. अतः तत्र तर्हि लटि इते इथेः इति तत्र तु इथेः इति न तत्र कमा कमा इति उक्तम् इत्तेः लोटि क्षम्यताम् इतेः इति न इत्तेः इति न भगिनि तत्र विसर्गः नास्ति कमा अस्ति तत्र ओ क्षम्यताम् अस्तु अस्तु भगिनि क्षम्यतां लटि तु इते इथे लोटि इथे तु ते इते अन्ते इथे तु मध्ये अपि लटि एव मध्यपुरुषे द्विवचने मध्यवचने द्विवचने ओके अस्तु क्षम्यतां भगिनि तत् विस्मृतवती क्षम्यतां किञ्चित् मध्ये तत्र भेदः मनसि सर्वदा तत्र अदन्तसिद्धतिङ्कृत्याः भवन्ति ते इते अन्ते से इते द्वे ए महेमहे इति अस्ति तत्र तु समीचीनं तत्र तत्र किमस्ति इदानीं तत्र केवलं प्रथमपुरुषे द्विवचने मध्यमपुरुषे द्विवचने इत्यत्र भेदः एव अत्र उच्यमानः प्रदर्शितः हा सत्यं हा इते इथे इत्यस्य एतेन सूत्रेण तत्र तेषामेव भेदः भवति समीचीनं महोदय तत्र तु सम्यक् अस्ति चिन्तयामि हा तदेव अस्ति इति अपि किमपि नास्ति तत्र समापयामि वा तत्र परन्तु अङ्गम् अनदन्तं चेत् आकारस्य स्थाने ई आदेशः न भवति एव अनदन्त अङ्गेषु लटि आते आथे इत्येव भवतः लोटि तु आताम् आथाम् इत्येव भवतः लङ्गि आताम् आथाम् इत्येव भवतः अस्तु अनदन्तमङ्गम् इति नास्ति चेत् तत्र नास्ति तर्हि तु आतो नितः इति सूत्रं कार्यं न करोति इति एव तत्र वार्ता अतः तत्र ते आते अते भवति से आथे आथे एव भवति इथे इति न भवति इति कारणात् तत्र आथे इति रूपं भवति तत्र सूत्रं कार्यं न करोति इति एव वदति इति अस्ति इति चिन्तयामि तावदेव किञ्चित् अग्रे पठतु लङ्गि अपि समानं हा लङ्गि अपि समानं सर्वं पुरुष लङ्गि अपि समानं तदेव अस्ति तत्र लोट् आता माथाम् अस्ति लङ्गि तु आता माथां तदेव अस्ति तत्र इकारः न भवति यतोहि अनदन्तमङ्गमस्ति इति कारणात् अस्तु तावदेव भगिनि अन्यत् पठामि प्रथमपुरुषबहुवचने आत्मनेपदे अङ्गम् अदन्तं चेत् तर्हि लटि लोटि लङ्गि च झोन्तः इत्यनेन झ स्थाने अन्त आदेशः भवति अतः लटि अन्ते लोटि अन्तां लङ्गि अन्त इति सिद्धतिङ्ग सिद्धप्रत्ययाः भवन्ति अस्तु तर्हि तु तत्र ते इति अन्ते इति कथम् अन्ते इति कथं भवति इत्युक्ते झोन्तः इत्यनेन तत्र झ स्थाने अन्त इति आदेशः भवति इति कारणेन तत्र ते इति झि स्थाने झि इत्यस्य इकारस्य लोपः भवति झ इति भवति तत्र प्रत्ययः सिद्ध तत्र किं मूलप्रत्ययः झ झ इति अस्ति झ आत्मनेपदे थ अतं झ अस्तु थ मूलप्रत्ययः झ अस्ति तत्र तु तिप्तझि परस्य पदे तु झि अस्ति आत्मनेपदे तु झ अस्ति झ स्थाने अन्त इति आदेशः भवति अन्त इत्यस्मात् तस्मात् अन्ते अत्र झि झ इत्यत्र अकारस्य तत्र सर्वत्र टितात्मनेपदानां टेरे इत्यनेन एकारः भवति अतः अन्ते एकवारं पुनः पठनीयं भवति अस्तु अन्ते इति भवति समानरीत्या तत्र तिता तत् नास्ति तत्र लोटि तु अन्तामेव भवति यतोहि तत्र मने पदानां तेरे इत्यनेन एकारः भवति तदनन्तरं तत्र आम् इति आदेशः ओके हा द्रष्टव्यं तर्हि तत्र अस्तु तत्र लोटि अन्तामस्ति लङ्गि तु अन्त एव भवति झ स्थाने तत्र तु तत्रापि अकारः आयाति न चिन्तयामि आमेतः इति सूत्रमस्ति खलु आमेति वा अस्तु अस्तु एकवारं द्रष्टव्यमस्ति अस्तु लोट्लकारस्य विषये विद्यमानस्य एकारस्य आम् आदेशः भवति द्विधात्मनेपदानां टेरे इत्यनेन एकारः यः जायते तस्य स्थाने आमेतः इत्यनेन आम् आदेशः इति कृत्वा अन्ताम् अन्ताम् अन्ताम् अन्त इति सिद्धप्रत्ययाः भवन्ति अस्तु भगिनि भवती तु भेदः नास्ति भवती कथं स्मरति इति वदतु भगिनि अस्माकं तु विस्मरणं जायते भवती द्विवारं त्रिवारं त्रिवारं पाठयति सत्यं सत्यं भगिनि अस्तु समीचीनं तर्हि अस्तु तर्हि अत्र स्थगनं कुर्मः इदानीम् अदन्तमङ्गं कथमस्ति इति चिन्तितम् इदानीम् अनदन्त अङ्गं प्रथमपुरुषे बहुवचने अनदन्त अङ्गम् अस्ति चेत् तत्र किं भवति इति इदानीं द्रष्टव्यं तद् अग्रिमसप्ताहे परिशीलयामः अत्र बहु किमपि नूतनं नास्ति यद् पूर्वं पठितं तस्यैव पुनःस्मरणं जायमानमस्ति कुत्र कुत्र कुत्रचित् भेदः अस्ति तदपि प्रदर्शितमस्ति अत्र अन्ततो गत्वा अस्माकं मनसि किं भवेत् इति चेत् अत्र सिद्धप्रत्ययानां प्रक्रिया अस्माकं मनसि न भवेत् तस्य आवश्यकता नास्ति अस्माकं मनसि तु सिद्धप्रत्ययः के इति एव भवेत् यतोहि तस्य एव उपयोगः बहुत्र भवति प्रक्रियायाः तत्र सूत्राणि कथं कार्यं कुर्वन्ति इति नास्ति चेदपि चिन्ता नास्ति अस्तु तर्हि अत्र स्थगनं कुर्मः कोऽपि प्रश्नः वा अपि च अहं प्रष्टुम् इच्छामि अत्र अस्माकं गतिः सम्यक् अस्ति वा इतोपि किञ्चित् वेगेन गन्तव्यं वा यतोहि वयं बहुकालात् वयं पठन्तः स्मः खलु चिन्तयन्तु किमपि तत्र किम् ऐडियास् अस्ति चेत् सूचयन्तु कथं तत्र अग्रगतिः कथं वयं प्राप्तुं शक्नुमः इति किमपि वेगेन गच्छति चेदपि विस्मरामः मया तद् न पृष्टं मया किं पृष्टम्